गुरुर्ब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः गुरुस्साक्षात् परं ब्रह्म तस्मै श्रीगुरवे नमः। निधाय हृदिविश्वेषं विधाय गुरुवन्दनं बालानां सुखबोधाय क्रियते तर्कसङ्ग्रहः। न्यायवर्गे सर्वेषां सुस्वागतम्। तर्हि अत्र सन्निकर्षा नमस्कारः सन्निकर्षनिरूपणम् इत्यत्र स्मः। तत्र सन्निकर्षाः षड्विधाः भवन्ति इति अस्माभिः अधीतम्। संयोगः, संयुक्तसमवायः, संयुक्तसमवेतसमवायः, समवायः, समवेतसमवायः, विशेषणविशेष्यभावश्च इति। तत्र यदा घटं पश्यामः तत्र संयोगः एव सन्निकर्षः। चक्षुघटयोः मध्ये संयोगः, घटे विद्यमाननीलरूपं पश्यामश्चेत् तत्र संयुक्तसमवायः इत्युक्ते घटः चक्षुषा संयुक्तः अस्ति, घटे समवायसम्बन्धेन रूपमस्ति इति कृत्वा। अपि च नीलरूपे विद्यमानरूपत्वं नो चेत् नीलत्वम् इत्यादि जातीनाम् अत्र जातीनां प्रत्यक्षे कः सम्बन्धः, सन्निकर्षः कः इति चेत् संयुक्तसमवेतसमवायः। घटः पुनः चक्षुषा संयुक्तः अस्ति, तस्मिन् नीलरूपं समवेतम् अस्ति, तस्मिन् पुनः नीलत्वं नो चेत् रूपत्वं समवायसम्बन्धेन वर्तते इति कृत्वा संयुक्तसमवेतसमवायसम्बन्धेन तेषां ग्रहणं भवति इति तावद् न तदनन्तरमपि अस्माभिः अधीतम्। अस्तु, तदनन्तरम् अत्र आकाशे विद्यमानशब्दस्य ग्रहणं, श्रोत्रम् आकाशीयं साक्षात् आकाशस्वरूपमेव इति कृत्वा, अपि च शब्दः इत्युक्ते कः शब्दः इति चेत् वक्तुः मुखे यः शब्दः जायते सः शब्दः नास्ति, तेन शब्देन अन्ये शब्दाः ये उत्पद्यन्ते ते शब्दाः श्रोत्रं प्रति आगच्छन्ति, अपि च तत्र श्रोत्रे समवायसम्बन्धेन वर्तते इति कृत्वा तत्र समवायसम्बन्धेन ग्रहणं भवति इति चतुर्थविधः आकाशे विद्यमानशब्दस्य ग्रहणम्। अपि च तस्मिन् शब्दे यः जातिः अस्ति, या जातिः अस्ति, उदाहरणार्थं शब्दत्वम् इति जातिः, नो चेत् क इति वदामश्चेत् क इति शब्दे विद्यमानकत्वम् इति जातिः इति तेषां जातीनां तासां जातीनां ग्रहणं केन सम्बन्धेन भवति इति चेत् समवेतसमवायसम्बन्धेन भवति। शब्दः समवायसम्बन्धेन आकाशे वर्तते न शब्दः आकाशे समवेतम् अस्ति, तस्मिन् शब्दे समवायसम्बन्धेन कत्वं गत्वं शब्दत्वम् इत्यादि जातयः वर्तन्ते इति कृत्वा समवेतसमवायसम्बन्धेन। तदनन्तरम् अन्तिममस्ति विशेषणविशेष्यभावश्च इति, तत्रैव स्मः। इत्युक्ते भूतलं घट अभाववत् इति ज्ञानं यदा भवति, अपि च भूतले घटाभावः इति ज्ञानं यत्र भवति तत्र विशेषणविशेष्यभावसम्बन्धेन एव अभावस्य ग्रहणं भवति इति उक्तम्। तर्हि तत्र भूतलं घट अभाववत् भूतले घटाभावः इति ज्ञानयोः मध्ये तत्र भेदः कः, अपि च सम्बन्धे कः भेदः इति मेहुल् महोदय वदति वा? आं महोदय, अस्तु, अत्र भूतलं घटवत् इति ज्ञाने भूतलं घटाभाववत् इति ज्ञानस्य आकारः अस्ति चेत् तत्र भूतलम् इति विशेष्यं भवति, घटाभाववत् इति विशेषणं भवति, अत्र घटाभावः इति विशेषणं भवति। तर्हि तत्र वाक्ये खलु वाक्ये सत्यं वाक्ये एव ज्ञानी तु भूतलम् इति एव तत्र तद् ज्ञाने भूतलम् इति विशेषणम् एव भवति. कुत्र अत्र विशेषणं विशेष्यम् इति ज्ञानं विशेष्यता ज्ञानस्य विशेष्यः कः प्रकारः कः इति भिन्नवार्ता. वाक्ये विशेषणं किं विशेष्यं विशेषणं किम् इति भिन्नवार्ता. अस्तु अत्र भूतलं घटाभाववत् इत्यत्र विशेषणं किं विशेष्यं किं वाक्ये? वाक्ये तु भूतलम् एव विशेष्यं घटाभावः इति विशेषणं घटाभाववत् इति विशेषणं घटाभाववत् इति विशेषणं. अस्तु तर्हि इदानीं ज्ञानं कस्मिन् विशेष्यतासम्बन्धेन वर्तते? अस्तु ज्ञानं भूतलं घटाभाववत् इति ज्ञानं कस्मिन् विशेष्यतासम्बन्धेन वर्तते? विशेष्यतासम्बन्धेन ज्ञानं तु विशेष्यता विशेष्यः कः ज्ञानस्य दृष्ट्या? घटाभावः इति विशेष्यं भूतलम् इति विशेषणं भवति वा? ज्ञानस्य आकारः तदेव भूतले विद्यमानः घटाभावः तदा भूतलं चक्षुसंयुक्तमस्ति. अभावः यदि भूतले विशेषणविधया भासते, अभावः इति तु विशेषणविधया भासते अर्थात् ज्ञानस्य आकारः यदि भूतलं घटाभावत् इति आकारः तदा चक्षुसंयुक्तविशेषणता सन्निकर्षो ग्राहकः. चक्षुसंयुक्तं भूतलं भूतलम् इति तद्विशेषणता अभावे इति एषः सन्निकर्षः ग्राहकः. भूतलम् इति एव विशेषण अत्र घटाभावेन विशेष्यं भवति खलु? ज्ञाने अपि वदतु अत्र परिशीलयामः. भवतः अवगमनं किम् इति वदतु अत्र पठतु महोदय, उच्चैः पठतु एकवारम्. आम् अस्तु. यदि भूतले विद्यमानः घटाभावः ग्राह्यः तदा भूतलं चक्षुः संयुक्तम् अस्ति एव. अस्तु तत् तद् अवगच्छामि. चक्षुभूतलयोः मध्ये संयोगः अस्ति तदा एव घटाभावः वयं ग्रहीतुं शक्नुमः. अस्तु अभावः यदि भूतले विशेषणविधया भासते अस्तु तर्हि घटाभावः इति विशेषणमस्ति तद् भूतले अस्ति अर्थात् ज्ञानं भवति भूतलं घटाभाववत् तदा चक्षुसंयुक्तविशेषणता सन्निकर्षो ग्राहकः. अस्तु अत्र चक्षुः संयुक्तविशेषणता इत्यस्य पदस्य अर्थः किम्? अत्र चित्रमस्ति खलु प्रथमचित्रम्. चक्षुरिन्द्रियं भूतलेन सह संयुक्तः अस्ति संयोगसम्बन्धेन, तयोः मध्ये संयोगसम्बन्धः अस्ति. अपि च घट अभावः विशेषणमस्ति खलु. भूतलम् अत्र भूतलं किम् इति चेत् भूतलं घट अभाववत् इति, घटाभावेन विशिष्टः अस्ति भूतलम् इति तादृशज्ञानम्. तर्हि अत्र विशेष्यम् अस्ति भूतलं, ज्ञानस्य ज्ञानं विशेष्यतासम्बन्धेन भूतले अस्ति. आम् आम् अस्तु. भूतलं विशेष्यं घटाभावः विशेषणं. हा इत्युक्ते अत्र प्रश्नः अत्र किं विशेषणं किं विशेष्यम् इति ज्ञानस्य विशेषः प्रकारः इति निर्णेतुं प्रश्नः करणीयः. प्रश्नः करणीयः इत्युक्ते भूतले इति अत्र भूतलम् इति वदामश्चेत् किं विशिष्टं भूतलम् इति चेत् घट अभावविशिष्टं भूतलं घट अभाववत् भूतलम् इति वदामश्चेत् तत्र इदानीं विशेषणम् अस्ति घट अभावः भूतलं विशेष्यम् अस्ति ज्ञानस्यापि तथा एव इत्युक्ते भूतलं विशेष्यम् अस्ति घट अभावः प्रकारः अस्ति प्रकारः सत्यं तदेव मम चिन्तनमपि द्वयोः ज्ञानस्य दृष्ट्यापि वाक्ये अपि तदेव सत्यम् अस्तु द्वितीयविधज्ञाने अत्र अग्रेपि पठतु महोदय चक्षुसंयुक्तं भूतलं चक्षुसंयुक्तं भूतलं तद्विशेषणता अभावे इति एषः सन्निकर्षः ग्राहकः तदेव अत्र लिखितं पुनः भूतलम् इति चक्षुसंयुक्तमस्ति चक्षुषा संयोगः अस्ति तस्य तद्विशेषणता अभावे इति एषः सन्निकर्षः ग्राहकः तर्हि एषः इत्युक्ते किम् एषः सन्निकर्षः ग्राहकः एषः इत्युक्ते ग्राहकः इति खलु न एषः सन्निकर्षः एव ग्राहकः किन्तु तर्हि अत्र एषः इति सर्वनामशब्देन कः उक्तः कीदृशसन्निकर्षः उक्तः कीदृशसन्निकर्षः इत्युक्ते विशेषणता कीदृशसन्निकर्षः अस्ति विशिष्टघटाभावविशिष्ट न अत्र उपरि वाक्ये अस्ति खलु चक्षुसंयुक्तविशेषणता इति सन्निकर्षः ओ अस्तु अस्तु चक्षुसंयुक्तविशेषणता चक्षुसंयुक्तविशेषणता इति सम्बन्धः सन्निकर्षः अस्ति अस्तु तत् सः सन्निकर्षः एव ग्राहकः अस्तु तत् सम्बन्धः विशिष्टः अस्ति चक्षुसंयुक्तविशेषणतासम्बन्धः अस्ति तर्हि भूतलं चक्षुषा संयुक्तः अस्ति तस्मिन् विशेषणविधया घटाभावः भासते इति कृत्वा घट अभावस्य ग्रहणं केन सम्बन्धेन भवति इति चेत् चक्षुसंयुक्तविशेषणतासम्बन्धेन भवति अस्तु अस्तु अधुना अवगच्छन् घटाभावस्य ग्रहणं कथं भवति केन सम्बन्धेन भवति तर्हि चक्षुसंयुक्त विशेषणता इति अस्ति सम्यक् अधुना चक्षुसंयुक्त इत्यनेन भूतलं प्रति गच्छामः पुनः विशेषणता इत्यनेन घटाभावं प्रति गच्छामः सत्यं ततः तदेव सन्निकर्षः अग्रे यदि अभावे भूतलं विशेषणविधया प्रकाशते अर्थात् ज्ञानस्य आकारः भूतले घटाभावः इति आकारकः तदा अभावः विशेष्यः इत्यागतम् अस्तु अभावे भूतलं विशेषणविधया अस्तु अत्र अभावः इति विशेष्यं भवति भूतलम् इति विशेषणं भवति तदा कुत्र वाक्ये वा ज्ञाने वा वाक्ये अपि वाक्ये एव भूतले घटाभावः इति उत्तमं इति ज्ञानं वाक्ये अत्र वाक्यं भिन्नरीत्या अस्ति भूतले घटाभावः अतः घटाभावः इति विशेष्यं भवति भूतलम् इति विशेषणं भवति वस्तुतः अत्र वाक्यं पश्यामश्चेत् भूतले घटाभावः भूतले सप्तमी घटाभावः इति प्रथमा तर्हि तत्र विशेषणविशेषभावः वाक्ये विशेषणविशेषभावः एव नास्ति नास्ति सत्यं नास्ति अपि च भूतले घटाभावः अस्ति इति क्रियापदं योजयामश्चेत् अत्र कर्ता भवति घटाभावः अस्तु तर्हि भूतले घटाभावः इत्यस्मिन् वाक्ये विशेषणविशेषभावः नास्ति अस्तु इदानीं वदतु अत्र ज्ञानं विशेष्यतासम्बन्धेन कस्मिन् अस्ति प्रकारतासम्बन्धेन कस्मिन् अस्ति आं ज्ञानम् अधुना चक्षुसंयुक्तविशेष्यता प्रथमम् अत्र कस्मिन् अस्ति इति वदतु तदनन्तरं सम्बन्धं पश्येत् अस्तु अस्तु ज्ञानं ज्ञानं विशेष्यतासम्बन्धेन कस्मिन् अस्ति प्रकारतासम्बन्धेन कस्मिन् अस्ति हा विशेष्यता सम्बन्धेन ज्ञाने घटाभावे अस्ति उत्तमं हा विशेषणतासम्बन्धेन भूतले अस्ति इत्युक्ते प्रकारतासम्बन्धेन क्षम्यतां प्रकारतासम्बन्धेन भूतले अस्ति अतः एव अत्र स्वसंयुक्तविशेष्यतारूपसम्बन्धः अस्ति इत्युक्ते चक्षुसंयुक्तविशेष्यता सन्निकर्षः अस्ति तदेव न अत्र स्वसंयुक्त अत्र क्रमेण गच्छतु स्व इत्युक्ते किं स्वसंयुक्त इत्युक्ते किं स्वसंयुक्त इत्युक्ते स्व इत्युक्ते चक्षुः सत्यं संयुक्त स्वसंयुक्त इति भूतलम् उत्तमं विशेष्यता रूपे घटाभावे अस्ति हा तर्हि भेदः भूतलं घटाभावत् भूतले घटाभावः इत्यनयोः मध्ये कः भेदः इति चेत् भूतलं घटाभाववत् इत्यत्र घटाभाववत् इति विशेषणं भूतले घटाभावः इत्यत्र घटाभावः विशेष्यम् इति भेदः अतः एव अत्र सन्निकर्षः भिद्यते चक्षुसंयुक्तविशेषणतासम्बन्धेन घटाभावस्य ग्रहणं भवति भूतलं घटाभाववत् इत्यस्मिन् ज्ञाने भूतले घटाभावः इत्यत्र स्वसंयुक्तविशेष्यता रूप सन्निकर्षः कल्पनीयः तर्हि स्वसंयुक्तविशेष्यतासम्बन्धेन घटाभावस्य ज्ञानं भवति घटाभावस्य ग्रहणं भवति सत्यं यदि ज्ञानस्य आकारः भूतले घटाभावः इत्युक्ते घटाभावः अभावः विशेष्यम् अस्ति चेत् इदानीम् अत्र किम् औत्सर्गिकरूपेण वक्तव्यं चेत् यत्र अभावः विशेष्यं ज्ञानम् अभावे विशेष्यतासम्बन्धेन यत्र वर्तते तत्र स्वसंयुक्तविशेष्यतासम्बन्धः ग्राहकः भवति यस्मिन् तत्र यत्र ज्ञानं विशेषण प्रकारतासम्बन्धेन अभावे वर्तते तत्र चक्षुसंयुक्तविशेषणतासम्बन्धेन इति वक्तव्यम् आं सत्यं सत्यं ज्ञानं कथम् आकारः कथं कथमस्ति तत् तेन आधारेण एव तावदेव अपि च यत्र यत्र विशेषणविशेषभावः वाक्ये विशेषणविशेषभावः अस्ति चेत् तत्र विशेषणतासम्बन्धः एव भवति चक्षुसंयुक्तविशेषणता इति नो चेत् यत्किमपि द्रव्य अन्यद् इत्युक्ते अन्यदिन्द्रियं स्वीकुर्मः चेत् स्वसंयुक्तविशेषणतासम्बन्धेन अभावस्य ग्रहणं भवति किन्तु यत्र वाक्ये विशेषणविशेषभावः नास्ति किन्तु अभावस्य ग्रहणमस्ति भूतले घटाभावः इति आकारकः तत्र स्वसंयुक्तविशेष्यता रूपसम्बन्धः हा उत्तमं तर्हि अग्रे गच्छामि धन्यवादः महोदय शिवराम महोदय पठति वा क्रमाङ्कः किञ्चित् अस्तु 176 तत्र अन्तिमपरिच्छेदः इदानीं प्रथमसौधस्थितेषु इदानीं प्रथमसौन्दस्थितेषु अभावगृहोपायं चिन्तयामः तत्र घटत्वादयः जातयः गुणाः कर्माणि च सन्ति घटत्वे पटत्वं नास्ति इति तद् अभावः चक्षुषा गृह्यते इत्थमेव रूपे रसाभावः कर्मणि च गुणत्वभावः गृह्यते एतदेव पठनीयं न महोदय आमां सत्यं तत्र विशेषं त्रयमपि स्वसंयुक्तसमवायसन्निकर्षेण इन्द्रियेण सम्बन्धं तत्र विशेषणता अभावस्य सन्निकर्षः योज्यः तथा च एतेषु अभावस्य विशेषणविधया ग्रहणे स्वसंयुक्तसमवेतविशेषणता सन्निकर्षः तत्र प्रथमसौधस्थितेषु इत्युक्ते किम्? सौधः इत्युक्ते लेवल्, सोपान इत्युक्ते अत्र अत्र घटस्य ग्रहणं नास्ति, इत्युक्ते द्रव्यस्य ग्रहणं, द्रव्ये विद्यमान द्रव्ये के के भवितुमर्हन्ति, गुणः भवति, कर्म क्रिया भवति, जातिः भवति खलु, जाति तर्हि तादृश तादृशपदार्थानाम् अभावस्य ग्रहणम् श्रुतं वा? आम्। इत्युक्ते घटे नीलरूपं नीलरूपमस्ति इति चिन्तयतु, घटे विद्यमाननीलरूपमस्ति, तर्हि अत्र घटे नीलरूपमस्ति चेत् कस्य रूपस्य अभावः अस्ति तस्मिन्नेव घटे? घटे घटे सर्वत्र नीलरूपमस्ति इति चिन्तयतु, तर्हि तत्र घट अत्र रक्तरूप अभावः अस्ति खलु? यस्मिन् घटे नीलरूपमस्ति तस्मिन्नेव घटे रक्तरूप अभावः अपि अस्ति खलु? अन्य तर्हि रक्तरूप अभाव अन्य अन्येषां वर्णानाम् अभावः अस्ति खलु, तेषाम् अभावानां ग्रहणं केन सम्बन्धेन जायते इति चिन्तनम्। अवगतं। तर्हि तत्र अग्रिममस्ति घटत्वे पटत्वं नास्ति इति, तदभावः चक्षुषा गृह्यते। हा सत्यं, किन्तु इदानीं पटत्व अभावः घटे केन सम्बन्धेन अत्र कस्मिन् स्तरे अस्ति? इत्युक्ते घटः अस्ति खलु महोदय, अधोभागे घटः अस्ति, तस्माद् उपरि घटत्वमस्ति, घटे घटत्वमस्ति इति कृत्वा घटत्वम् इदानीं कस्मिन् स्तरे अस्ति चेत् प्रथमसौधे अस्ति इति वदेम, फस्ट् फ्लोर् इति या। तर्हि तत्र यस्मिन् स्तरे घटत्वम् अस्ति तस्मिन्नेव स्तरे घट पटत्व अभावः अपि अस्ति खलु? पटत्व अभावः घटे अस्ति, घटत्वमपि घटे अस्ति, तर्हि घटत्वम् अपि च पटत्व अभावः द्वयमपि एकस्मिन् स्तरे प्रथमसौधे अस्ति खलु? तर्हि तस्य पटत्व अभावस्य ग्रहणं कथं भवति इति चिन्तनं। चक्षुषा भवति केन सम्बन्धः? चक्षुषा एव भवति, किन्तु केन सम्बन्धः सम्बन्धः कः? सम्बन्धः सम्बन्धः भवेत् खलु, तत्र ग्रहणं प्रत्यक्षं भवति चेत् भवेत् चेत् सम्बन्धः भवेत्। इदानीं घटः अस्ति, घटे पटत्व अभावः अस्ति, चक्षुः अस्ति, तर्हि चक्षुः अपि च पटत्व अभावः अनयोः मध्ये कः सम्बन्धः इति वक्तव्यम्। तदेव अत्र अन्तिमवाक्यमस्ति खलु, स्वसंयुक्तसमवेतविशेषणतासन्निकर्षः इति, समवेतविशेषणतासन्निकर्षः तर्हि अत्र इति सम्बन्धेन चक्षुः घटे विद्यमानपटाभावं गृह्यते इति अस्ति, किन्तु अत्र स्व इत्युक्ते किं, संयुक्त इत्युक्ते किम् इति प्रतिपादयतु, प्रयत्नं करोतु। स्व इत्युक्ते स्व नाम स्वस्मिन् स्वस्मिन् मध्ये न सत्यं, किन्तु अत्र प्रसङ्गवशात् स्व इत्युक्ते चक्षुरिन्द्रियं, चक्षुरिन्द्रियम् आम्। चक्षुरिन्द्रियेण संयुक्तः कः? स्वसंयुक्तं किं? चक्षु इन्द्रियेण संयुक्तः घटत्वमस्ति न? नास्ति, अत्र घटत्वेन चक्षुरिन्द्रियस्य संयोगः न भवति खलु, घटेन सह एव भवति, घटेन सह भवति आम् अस्तु तर्हि चक्षुरिन्द्रियं घटेन संयुक्तः अस्ति अत्र चित्रमस्ति खलु तत् पश्यतु महोदय चक्षुरिन्द्रियं घटेन संयुक्तः अस्ति घटे घटेन घटे किं समवेतमस्ति घटत्वं समवेतमस्ति घटत्वमस्य तदनन्तरं पटत्व अभावः कुत्र अस्ति चेत् घटत्वे अस्ति न तु घटे घटे अस्ति घटे तु पट अभावः एव अस्ति न तु पटत्व अभावः तर्हि यद् मया उक्तं तत्र किञ्चित् परिष्करणीयम् इत्युक्ते घटे घटत्वम् अस्ति तस्मिन्नेव स्तरे पटत्व अभावः इति मया उक्तं तद्दोषाय घटे घटत्वमस्ति घटत्वे पटत्व अभावः अस्ति घटे तु पट अभावः एव अस्ति किन्तु घटत्वे पट अभावः अस्ति तर्हि तस्य ग्रहणं कथं भवति इति चेत् स्वम् इति चक्षुरिन्द्रियं स्वसंयुक्तः इति घटः घटे समवेतमस्ति घटत्वं घटत्वे घटत्वं किं विशिष्टम् इति चेत् पटत्व अभावेन विशिष्टमस्ति इति कृत्वा विशेषणमस्ति पटत्व अस्तु तर्हि अत्र ज्ञानस्य आकारः किं भवति ज्ञानं कथं भवति इति वक्तव्यम् इदानीं यथा भूतलं घटाभाववत् इति उक्तं तथा अत्र ज्ञानं किम् इति वक्तव्यम् श्रीरामहोदय प्रयत्नं करोति वा तत्र ज्ञानं ज्ञानस्य आकारः घटे पटाभावः वा घटे पटाभावः न श्रूयते वा श्रूयते श्रूयते घटत्वे पट घटत्वे पटत्वं नास्ति तदेव अहं चिन्तयामि घटे इत्युक्ते घटः पटः न ज्ञानस्य आकारः कः घटः पटः न घटः पटः न इति अन्योन्य अभावः अन्योन्यभावः सत्यं हा घटः पटः न इति आकारकं ज्ञानं कथं लभ्यते इति चेत् स्वसंयुक्तसमवेतविशेषणतासम्बन्धेन लभ्यते सत्यम् इत्युक्ते अत्र यदि वदेम घटः पटः न इति अन्योन्य अभावस्य वाक्यम् अत्र तु घटः पटः न इत्यत्र विशेषविशेषभावः अस्ति वा घटः पटः न इत्यत्र विशेषणं विशेषं नास्ति किमर्थं नास्ति घटः इति प्रथमाविभक्त्यामस्ति पटः अपि प्रथमाविभक्त्यामस्ति तत्र प्रथमविभक्त्याम् अस्ति इति कृत्वा विशेषणं न भवति इति अहं चिन्तयामि कथं पटः घटस्य विशेषणं भवति रूपं नीलः घटः अस्ति चेत् तत् विशेषणं तत्र समानविभक्तौ समानविकरणौ स्तः इदानीं पटः घटः इति समानविभक्तौ अस्ति चेदपि तत्र विशेषणं विशेषं नास्ति इति तर्हि किं यदि नास्ति चिन्तयति उद्देश अन्यं तत्र उद्देशविधेयभावः इति उक्तवान् तद्भवति वा इति चिन्तनीयम् अहं न जानामि तत् अधिकं न न अस्तु अत्र चिन्तयतु इदानीं किं कुर्मः घटः पटः न इति अत्र न इति नै अस्ति खलु सत्यं तर्हि किं कुर्मः अत्र नै अत्र न इति पटेन घटः पटः न इति वाक्ये इदानीम् अत्र सामान्यतया वदतु घटः पटः न इति अन्योन्य अभावः किं किं कस्मिन् इति वदतु घटः पटः न इत्यत्र अन्योन्यभावः अभावः कुत्र अस्ति इत्येव इत्युक्ते अत्र सामान्यवाक्यं व्यावहारिकवाक्यमस्ति, घटः पटः न. सत्यम्. ओ अस्तु. अत्र कीदृश अभावः अस्ति? अन्योन्यभावः अस्ति. तर्हि कस्य अभावः कस्मिन् अस्ति? पटस्य अभावः घटे अस्ति. पटस्य अभावः, पटस्य अन्योन्य अभावः घटे घटे अस्ति. सत्यम् इति एव. तर्हि अत्र इदानीं घटः पटः न इत्यत्र न इति नै, इदानीं नै समासं करोतु. घटः अपटः इति. उत्तमं. घटः अपटः इति वाक्यं खलु. तर्हि इदानीं अत्र पदद्वयमपि प्रथमाविभक्त्यामेव अस्ति. अस्ति. तर्हि इदानीम् उद्देश्यविधेयभावः स्वीकुर्मश्चेत् घटम् उद्दिश्य तस्मिन् पट अभावत्वं विधीयते खलु? विधीयते. विधीयते. सत्यं. पट अभावः अपटत्वं विधीयते. विधीयते. अस्तु. तर्हि घटः अपटः इत्यत्र विशेषणविशेषभावः अस्ति एव. तत्र अपि च तत्र विशेषणविशेषभावः किम् इति चेत् अत्र उद्देश्यविधेयभावः अपि. तत्र उद्देश्यविधेयभावः इति एकविध विशेषविषयभावः महोदय, भिन्नं सत्यं. सत्यम् इत्युक्ते विशेषविशेषभावः इति व्यापकः अस्ति, सर्वत्र भवति. यत्र उद्देश्यविधेयभावः नास्ति तत्रापि विशेषणविशेषभावः अस्ति. किन्तु यत्र उद्देश्यविधे इत्युक्ते किमर्थं विशेषणविशेषभावः इति वदेम इति चेत् तदा एव अत्र विभक्तिविधानं भवति खलु. विशेष्यस्य यल्लिङ्गं यद्वचनं या च विभक्तिः, विशेष्यस्य तल्लिङ्गं तद्वचनं सा च विभक्तिः विशेषणस्य इति स्वीकृत्य एव अत्र विशेषणस्य विभक्तिवचनम् इत्यादिकं प्रवर्तते खलु. सत्यं. सत्यम् इति कृत्वा विशेषणविशेषभावः सामान्यमस्ति. किन्तु अत्र नीलोघटः इत्यत्र पृथक्करणमेव अत्र कारणम्, अत्र कार्यमस्ति. तत्र पृथक्करणम् अत्र किन्तु अत्रापि तादृशं वक्तुं शक्नुमः. इत्युक्ते घटः अपटः इत्यत्र किं न वस्तुतः अत्र अत्र विशेष अत्र उद्देश्यविधेयभावः नास्ति इति भाति. कथं वदामः? भवति खलु महोदय तत्र एकनिमिषम्. अत्र उद्देश्यविधेयभावस्य एकम् उदाहरणं वा किं सामान्य स्टाक् उदाहरणं वदतु. तत्र एषः मम मित्रम् इति अस्ति, तदेव मित्रता तत्र आरोपयामः. एतस्मिन् मित्रता आरोपयामः. सत्यम्. एषः मम मित्रम् इत्यत्र किम् उद्दिश्य किं कस्य विधेयमस्ति? तत्र उद्देश्यः अस्ति पुरुषः, तस्मिन् आरोपयामः मित्रत्वम्. अत्र पश्यतु रामम् अत्र रामः इति पुरुषः इति स्वीकुर्मश्चेत् रामम् उद्दिश्य तस्मिन् मित्रत्वम् आरोप्यते खलु. सत्यम्. तर्हि अत्र विवक्षा किमस्ति इति चेत् कः रामः इति कोऽपि पृच्छति चेत् दण्डीरामः इति वदामश्चेत् तत्र दण्डः विशेषणं भवति, पृथक् करोति. पृथक् करोति. सत्यं. बहवः पुरुषाः सन्ति, तेषु कः रामः इति बोद्धुं दण्डीरामः इति यदि अहं वदामि तत्र इदानीं दण्डः विशेषणं भवति. किन्तु कः रामः इति चेत् एषः मम मित्रम् इति वदति चेत् तत्र पृथक्करणम् इति विवक्षा न द्योतते खलु. सत्यम्. इत्युक्ते रामस्य विषये यद् अज्ञातं तस्मिन् विषये किं किञ्चित् वदति इदानीम्. सत्यम्. यदि अस्तु अत्र रामः मम मित्रं, रामः मम पिता इति रामम् उद्दिश्य किमपि अधिकं बोधयते बोध्यते चेत् तत्र उद्देश्यविधेयभावः इति भवति. अस्तु, प्रायः किञ्चित् यद् मया उक्तं तत्र स्पष्टीकरणीयम् इत्युक्ते अत्र इदानीं पश्यतु वाक्यम् एषः मम मित्रम् इति अस्ति खलु. अत्र एषः इति पुल्लिङ्गे अस्ति, मित्रम् इति नपुंसकलिङ्गे अस्ति. तर्हि यद् मया उक्तं यत्र अत्र उद्देश्यविधेयभावः अस्ति चेत् विशेषविशेषभावः अपि तस्मिन् भवेत् इति, तद् प्रायः दोषाय. यदि अत्र विशेषविशेषभावः अपि अस्ति तर्हि मित्रः इत्येव भवेत् खलु. सत्यं, तत्र समानविभक्तौ भवेत्. हा, समानलिङ्गमपि भवेत्. लिङ्गं विभक्ति तु अस्ति, द्वयमपि प्रथमाविभक्त्यामस्ति. सत्यं, किन्तु लिङ्गं नास्ति. लिङ्गम् इति कृत्वा अस्तु, अहं परिष्करोमि यद् मया उक्तं. यत्र यत्र उद्देश्यविधेयभावः भवति तत्र विशेषविशेषभावः नास्ति, इत्युक्ते म्यूचुवलि एक्स्क्लूसिव्. विशेषविशेषभावः कदा वदेम? यदा पृथक्करणं कार्यं भवति तदा. किन्तु कमपि उद्दिश्य तस्मिन् विषये इतोपि किञ्चित् अधिकं वदेमश्चेत् तत्र उद्देश्यविधेयभावः भवति. तत्र यत्र व्यावर्तनं विवक्षा नास्ति. अस्तु, इदानीं पश्यतु, घटः अपटः इत्यस्मिन् वाक्ये पृथक्करणं भासते. हा, पृथक्करणमेव इति कृत्वा विशेषणविशेषभावः अस्ति इति कृत्वा एव स्वसंयुक्तसमवेतविशेषणता इति सन्निकर्षः. सत्यं, तदेव मया उक्तम्. अत्र भूतलं घटाभाववत् इत्यस्मिन् वाक्ये विशेषणविशेषभावः अस्ति वाक्ये अपि. किन्तु भूतले घटाभावः इत्यस्मिन् वाक्ये विशेषणविशेषभावः विशेषणं विशेष्यमिति नास्ति एव. सत्यं, तत्र नास्ति. अपि च अभावः एव विशेष्यः इति कृत्वा स्वसंयुक्तविशेष्यता सम्बन्धेन तस्य ग्रहणं, घटाभावस्य ग्रहणं भवति इति उक्तम्. उक्तं खलु. अत्र अहं चिन्तयामि मुख्य तत्र सोपानमस्ति घटः पटः न इत्यत्र घटः अपटः इति कृत्वा तत्र विशेषभावः सम्यक्तया दीयते. अत्र नै समासः अकृत्वा उक्तं तावदेव. यदि कुर्मः तदा इतोपि समीचीनबोधः जायते. धन्यवादः. अस्तु, तर्हि तत्र प्रथमचित्रमस्ति खलु, घटः घटत्वं पटाभावः इति. तत्र ज्ञानस्य आकारम् अस्ति घटः अपटः इति. तद् लिखन्तु सर्वे. अस्तु, इदानीं द्वितीयं भवान् एव वदतु महोदय. तत्र रूपे रसाभावः, रूपः इति गुणः घटे अस्ति. तत्र रसः रसाभावः इति तत्र अभावः अस्ति. इदानीं सः अभाव कथं गृह्णाति इत्युक्ते, तत्र चक्षुः स्व अस्ति, स्वसंयुक्तः इति घटः, स्वसंयुक्त समवेत अस्ति रूपं, स्वसंयुक्तसमवेत. तदनन्तरम् अभावः तत्र रसाभावः विशेषणतासम्बन्धेन तत्र अस्ति, रूपे अस्ति इति कृत्वा स्वसंयुक्त समवेत विशेषणतासम्बन्धेन चक्षुः रसाभावस्य ग्रहणं करोति. अत्र ज्ञानस्य आकारं रूपं रसः न इति अस्ति. इत्युक्ते तत्र रूपः अरसः इति वदामः महोदय. रूपम् अरसम् रूपम् इति नपुंसकम् अस्ति. तत्र रूपम् अरसम् इति ज्ञानम् अस्ति इति कृत्वा तत्र विशेषणता तत्र रसाभावे अस्ति इति कृत्वा तत्र विशेषतासम्बन्धेन तत्र ग्रहणं भवति. चक्षुः स्वसंयुक्तसमवेत विशेषणतासम्बन्धेन रूपे रसाभावं गृह्णाति. एवं तत्र घटे कर्म अस्ति, कर्म इति समवायसम्बन्धेन अस्ति. तत्र कर्मे कर्मणि तत्र कर्मणि गुणत्वाभावः तत्र कर्मत्वमेव अस्ति गुणत्वं नास्ति कर्मणि इति कृत्वा गुणत्वाभावः अस्ति इत्युक्ते कर्म न गुणः इति ज्ञानं कर्म अगुणम् इति अस्ति ज्ञानं तत्र विशेषणता सम्बन्धेन तत्र कर्मणि तत्र गुणत्वाभावः द्योतते इति कृत्वा तत्र तस्य ग्रहणं कथं भवति इत्युक्ते तत्र स्वसंयुक्त इति स्व इति चक्षुः स्वसंयुक्त इति घटः स्वसंयुक्त समवेत इति कर्म स्वसंयुक्तसमवेतविशेषणतासम्बन्धेन तत्र चक्षुः गुणत्व अभावेन सम्बध्यते तत्र सन्निकर्षस्य सन्निकर्षः भवति इत्युक्ते तस्य ज्ञानं भवति घटत्वं पटत्वाभाववत् रूपं रसाभाववत् कर्म गुणत्वाभाववत् इति ज्ञानानां भवति आकारः तदेव तत्र उपरितनचित्रस्य निरूप अत्र किन्तु अत्र पश्यन्तु अस्माभिः किं कृतं घटत्वं पटाभाववत् इति आकारकमिति अत्र लिखितं वस्तुतः व्यवहारे तादृशं न वदेम खलु व्यवहारे किं वदेम घटः पटः न इत्येव वदेम किन्तु घटः पटः न इति कथं वदेम इति चेत् घटे घटत्वं दृष्ट्वा घटत्वे पटत्व अभावः अस्ति इति ग्रहणं वस्तुतः तादृशमेव भवति ग्रहणं किन्तु तज्झटिति कृत्वा इत्युक्ते घटत्वं पटत्व अभाववत् इति किञ्चित् जाटिल्यं भूय इत्युक्ते भूत्वा न वदेम घटः पटः न इति सामान्यतया वदेम किन्तु अत्र एतादृशमस्ति एवं रूपं रस अभाववत् इति नास्ति रूपम् अरसम् इति तावदेव वदेम कर्म गुणत्व अभाववत् इति न वदेम व्यवहारे कर्म अगुणम् इति कर्म गुणं न इति रूपं रसः न इति खलु इति तादृशं वदेमे किन्तु तत्र कथं सन्निकर्षः जायते अपि च रूपं रसः न इति वाक्यं कथं रचयेम इति चेत् स्वसंयुक्तसमवेदविशेषणतः सन्निकर्षेणैव एतत् सर्वं वदति वदेम अस्तु अग्रे पठतु महोदय पूर्वदेव अभावस्य विशेष्यविधया भाणे अर्थात् घटत्वे पटत्वाभावः घटत्वे विशेष्यविधया पूर्वदेव अभावस्य विशेष्यविधया भाणे अर्थात् घटत्वे पटत्वाभावः रूपे रसाभावः कर्मणि गुणत्वाभावः इति एवम् आकारता ज्ञानस्य भवति चेत् ससंयुक्तसमवेतविशेषतासन्निकर्षः अवगन्तव्य तदेव अस्ति कृतम् अस्माभिः इत्युक्ते अत्र अस्तु अत्र इदानीं पश्यतु वाक्ये विशेषणविशेषभावः अस्ति वा पूर्वदे विशेषविधया भाणि अर्थात् घटत्वे पटत्वाभावः तदेव स्वीकरोतु घटत्वे पटत्वे पटत्वाभावः इति तत्र विशेषविशेषता नास्ति तर्हि तत्र विशेष्यता इति सन्निकर्षे भवति अस्तु तत्र विशेषता इति यदा तत् द्वितीय उदाहरणं दृष्टं भूतले घटाभावः इति तत्र तादृशमस्ति रूपे तादृशम् अतः अत्र पूर्ववदेव इति उक्तं यथा घट भूतले घटाभावः इत्यत्र दृष्टं तथा अत्रापि अत्र तदा मया जोषेन उक्तम् इति अहं चिन्तयामि महोदय तत्र कर्मणि गुणत्वाभावः इति तत्र संयुक्तसमवेतविशेषणता इति तत्र यदा सम्बन्धं स्वीकुर्मः तत्र कर्मणि गुणत्वाभावः इति न वदामः तु कर्म अगुणः अगुणम् इति अथवा कर्म गुणत्वाभाववत् इति वक्तव्यं तत्र सत्यं किन्तु आशयः अवगतः वाक्यं कथम् अस्ति इति इत्युक्ते कस्य ग्रहणं कुर्मः इति एव प्रश्नः अत्र विशेष्यम् अत्र कस्य ग्रहणम् इति चेत् विशेष्यं किं ज्ञानं विशेषतासम्बन्धेन कुत्र अस्ति इति तस्य एव ग्रहणम् इत्युक्ते घटत्वं पटत्व अभाववत् इत्यत्र घटत्वस्य एव ग्रहणं किन्तु स च घटत्वं पटत्व अभावेन विशिष्टमस्ति इति तत्र विशेषणं भवति किन्तु घटत्वे पटत्व अभावः इति वाक्ये कस्य ग्रहणम् इति चेत् पटत्व अभावस्य एव ग्रहणं तदेव विशेष्यमस्ति किन्तु तद् विशेष्यं कुत्र अस्ति इति चेत् घटे घटत्वे अस्ति इति इति भेदः अस्तु अग्रे गच्छामि धन्यवादः महोदय अग्रे रमेश महोदय पठति वा आम् महोदय पूर्ववत् एव अभावस्य इत्थमेव इत्थमेव द्वितीयसौधे स्थिताः याः गुणत्वकर्मत्व आदिजातयः तासु कस्यचित् अभावः गृह्यते चेत् स्वसंयुक्तसमवेतविशेषणतासन्निकर्षः बोध्यः स च अभावस्य विशेषणविद्यया विशेषणविधया भाने विशेष्यत्वे तु विशेषणतायाः स्थाने विशेष्यतां घटयित्वा पूर्वोक्तः एव तर्हि तत्र द्वितीयसौधे विषये उक्तमस्ति गुणत्वकर्मत्व आदिजातयः तासु कस्यचित् अभावः गृह्यते चेत् यदि प्रथम यद् चित्रं 130 अत्र दत्तमस्ति तत्र गुणत्वम् इत्यस्य यत्र अभावः अस्ति तत् द्वितीयसौधे अस्ति इति दत्तमस्ति तत्र स्वसंयुक्त इत्युक्ते स्वसंयुक्तघटः भवति स्वसंयुक्तसमवेत रूपम् इत्यादि भवति स्वसमवेतसमवेतगुणत्वं भवति तस्य अभावः तत्र अभावः घटत्वस्य अभावः तत्र विशेषणता भवति तत् सन्निकर्षः तादृशसन्निकर्षः भवति तत्र अस्तु तर्हि अत्र ज्ञानस्य आकारः कथं भवति ज्ञानस्य आकारः घटत्व अभावः तर्हि घटः रूपं न इति अत्र व्यवहारे वदेमश्चेत् व्यवहाररूपेण वदेमश्चेत् किञ्चित् क्लेशः भवति प्रथमम् अत्र यथा घटत्वं पटत्व अभाववत् इति उक्तं तथा वदतु प्रथमं गुणत्वम् एकं भवति गुणत्व अभाववत् गुणत्वं घटत्व अभाववत् उत्तमम् इति भवति उत्तमं बहु उत्तमं गुणत्वं घटत्व अभाववत् इति तर्हि अत्र गुणत्वं गुणत्वस्य एव ग्रहणं तत्रैव प्राधान्यं गुणत्वम् इति विशेष्यं तद्विशेष्यं केन विशिष्टम् इति ते घटत्व अभावेन विशिष्टम् इति कृत्वा अत्र विशेषविशेषभावः अस्ति गुणत्वं घटत्व अभाववत् इति अस्तु तदेव वाक्यं यदि अत्र घटत्व अभावस्य ग्रहणं भवति चेत् वाक्यं कथं भवति न बुद्धं महोदय प्रश्नं पुनः एकवारं गुणत्वं घटत्व अभाववत् इति आकारः अस्ति खलु ज्ञानस्य आकारः अत्र अभावः विशेषणम् अस्ति यदि अभावः विशेष्यम् अस्ति तर्हि वाक्यं कथं भवति इति प्रश्नः. अभावः विशेष्यम् अस्ति, गुणत् घटत्व अभावः घटत्व अभावः न गुणत्व अभावः नास्ति. इदानीमपि गुणत्वं घटत्व अभावः इति पदार्थद्वयमेव. गुणत्वं घटत्व अभाववत् इति अस्मिन् ज्ञाने घटत्व अभावः विशेषणम् अस्ति. गुणत्वे घटत्वाभावः इति उत्तमं, तावदेव. गुणत्वे घटत्वाभावः, गुणत्वे घटत्वाभावः इति वदामश्चेत् इदानीं घटत्वाभावः विशेष्यं भवति. ज्ञानं विशेष्यतासम्बन्धेन इदानीं घटत्वाभावे अस्ति, तावदेव वक्तव्यं. गुणत्वं घटत्व अभाववत् अत्र वतु प्रत्ययेन, अत्र मतु प्रत्ययेन गुणत्वं सूचितमस्ति. तर्हि घटत्व अभाववत् इति विशेषणं भवति. गुणत्वं घटत्व अभाववत् इति वदेमश्चेत् तत्र स्वसंयुक्तसमवेत विशेषणतासम्बन्धेन घटत्व अभावस्य ग्रहणं भवति. किन्तु गुणत्वे घटत्वाभावः इति वाक्यं वदामश्चेत् तत्र स्वसंयुक्तसमवेत विशेष्यतासम्बन्धेन घटत्व अभावस्य ग्रहणं भवति इति भेदः. अपि च यदि अत्र गुणत्वं घटत्व अभाववत् इति वाक्यं तत्र व्यवहारे एतादृशचिन्तनमेव न कुर्मः खलु, तावत्पर्यन्तं न गच्छेम. अतः अत्र यदि व्यावहारिकवाक्यं वक्तव्यं, गुणत्वं घटत्वाभाववत् इति वाक्यं, तत्र घटस्य घटे एव वदेम खलु सामान्यतया. तर्हि घटः अस्तु, अत्र कथं भवति न घटः गुणः न इति ग्रहणं नास्ति अत्र. घटे विद्यमानरूपे विद्यमानगुणे विद्यमानघट अभावस्य ग्रहणम्. तर्हि तत्र घटः अघटः न इति प्रायः तद् किन्तु यदि घटः अघटः न इति वदेम समीचीनमेव. इत्युक्ते घटे घटत्वाभावः नास्ति इति ग्रहणं, किन्तु तत्र गुणत्वे घटाभावः न इति न भवति खलु, न अवगच्छामि. न तादृश अर्थः न सङ्गच्छति इति कृत्वा प्रायः एतादृशचिन्तनं न्यायवर्गे एव भवति, व्यवहारे न भवति एव. अस्य कार्येण किं सिद्ध्यति इति न जानीमः, अत्र कथम् अत्र गुणत्वम् इति जातिः अस्ति, गुणत्वजातौ घटत्वजातिः अस्ति वा न वा? न, नास्ति. हा, तत् समीचीनं. नास्ति इति भवान् वदति खलु, तर्हि नास्ति इति भवता कथं ज्ञातम् इति चेत् तत्र सम्बन्धः वक्तव्यः खलु. ओ अस्तु, असम्बन्धः कथं भवता, भवान् जानाति गुणत्वे घटत्वजातिः नास्ति इति भवान् जानाति. सम्बन्धः वक्तव्यं कथं न, इत्युक्ते सामान्यतया इत्युक्ते यः लौकिकः अस्ति तस्मिन् गत्वा पृच्छेमश्चेत् गुणत्वे घटत्वाभावः अस्ति वा, नास्ति इति वदति. कथम् इति चेत् घटत्वं तु घटे एव अस्ति इति सः वदति. घटत्वं घटे अस्ति इति कृत्वा गुणत्वे घटत्वाभावः नास्ति इति सामान्यतया सः वदति, किन्तु वस्तुतः तादृशं न वक्तुं शक्नुमः. इत्युक्ते नीलरूपं घटे अस्ति चेत् नीलरूपं पटे नास्ति इति कथं वा स्यात् खलु. एवं घटत्वं घटे अस्ति चेत् घटत्वं किमर्थं गुणत्वे नास्ति? किन्तु वक्तव्यं तद् वयं जानीमः, किन्तु तत्र सम्बन्धः कः, कथं ज्ञातम् इति चेत् स्वसंयुक्तसमवेत विशेषणतासम्बन्धेन एव ज्ञातम्. प्रतिपादनम् अत्र प्रतिपादनं कथं भवति इति प्रक्रिया तदेव. इतोपि उपरि गन्तुं शक्नुमः वा? इत्युक्ते अत्र अस्तु चिन्तयतु, गुणत्वं गुणत्वे किमस्ति? इतोपि उपरि न गन्तुं शक्यते इति भाति. किमर्थम् इत्युक्ते घटः घटे रूपं, रूपे गुणत्वं, प्रायः सत्ता इति स्वीकुर्मः. सत्ता तदेव अन्तिमम्. हा किन्तु सत्ता इति जातिः कुत्र अस्ति? प्रत्येकस्मिन् द्रव्ये न, केवलं द्रव्ये नास्ति, सत्ता इति रूपे अपि अस्ति खलु. रूपे अस्ति किन्तु सत्ता गुणत्वे अस्ति वा? न, सत्ता इति गुणत्वे नास्ति. सत्ता इति जातिः एव खलु, गुणत्वमिति जातिः, सत्ता इति अपि जातिः. तर्हि सत्तायाः विषये वक्तव्यं चेत् अत्र गुणत्वं यस्मिन् स्तरे अस्ति तस्मिन्नेव स्तरे सत्ता अपि भवति. अपि च सत्तायां घटत्वाभावः इति वक्तुं शक्यते. महोदय, सत्त्वं तस्य उपरि भवति इति अहं चिन्तयामि. गुणकस्य गुणत्वम् इति किञ्चित् अस्ति इति वक्तुं शक्यते, तर्हि तस्य उपरि एव सत्ता जाति तस्य उपरि एव भवति इति अहं चिन्तयामि. सत्ता इट्स् एक्सिस्टेन्स् शुड् बि देर्, सो देर् इस् समथिङ्ग् काल्ड् गुणत्वं, रैट्? हा, सो इट् हेस् टु बि वन् लेवल् हैयर्. नो नो, अस्तु, अत्र पश्यतु, गुणत्वम् इति कश्चन जातिः अस्ति इति व्यवहारः यद्भवता उक्तं, गुणत्वम् इति जातिः अस्ति वा न वा? अस्ति. तर्हि अस्ति इति पदप्रयोगं किम् आधारीकृत्य उक्तम् इति चेत् सत्ताजातिम् आधारीकृत्य उक्तम् इति चेत् न, नैयायिकानां मतानुसारं तादृशं नास्ति. इत्युक्ते सत्ता इति अस्तु, मया सह इति सम्भाषणं करोतु महोदय. सत्ता इति कीदृशपदार्थः? अतिरिक्तजातिः. न, पदार्थः कः? जातिः खलु, जाति. हा, गुणत्वम् इति कीदृशपदार्थः? न, जातिः. हा, तर्हि जातौ जातिः भवति वा? न भवति इति अहं चिन्तयामि. इत्युक्ते अत्र द्वयोः अपि सामान्य एव, परन्तु घटत्वम् इति गुणः पुनः, तर्हि घटत्वाभावः इत्युक्ते गुणाभावः जातौ वर्तते, परन्तु अन्यत् किमपि जाति जातौ न वर्तते. रूपं घटः अस्ति, घटस्य उपरि रूपमस्ति, रूपे के के जातयः सन्ति इति चेत् रूपत्वम् इति जातिः अस्ति, अपि च गुणत्वम् इति जातिः अस्ति. तर्हि इदानीं रूपत्वं गुणत्वेन व्याप्यमस्ति, इत्युक्ते गुणत्वं सर्वेषु गुणेषु, चतुर्विंशतिगुणेषु गुणत्वमस्ति, किन्तु रूपे एव रूपत्वमस्ति. तर्हि रूपत्वस्य अधिक न्यूनदेशवृत्तित्वमस्ति, गुणत्वस्य अधिकदेशवृत्तित्वम् अस्ति इति कृत्वा गुणत्वं रूपत्वे अस्ति इति न वदेम. यद्यपि तयोः मध्ये व्याप्यव्यापकभावः अस्ति, तथापि गुणत्वं कुत्र अस्ति? रूपे अस्ति. रूपत्वं कुत्र अस्ति? रूपे अस्ति. सत्ता कुत्र अस्ति? रूपे एव अस्ति. अपि च सत्ता केवलं रूपे नास्ति, घटे अपि सत्ता अस्ति, कर्मे अपि सत्ता अस्ति, कर्मणि अपि सत्ता अस्ति. अतः एव सत्ता अतिरिक्ता जातिः इति किमर्थम् उक्तम् इति चेत् तस्य आशयः कः? सत्ता द्रव्ये अस्ति, यथा घटत्वं द्रव्ये अस्ति तस्मिन्नेव स्तरे. अस्तु, अत्र किं कर्तुं शक्यते? सत्ता किम् इति बोद्धुं, घटे घटत्वम् अस्ति खलु, तस्मिन्नेव स्तरे सत्ता इति जातिः अस्ति लेखितुं शक्यते. अपि च घटे रूपमस्ति खलु, तस्मिन् स्तरे न भवति. घटे रूपमस्ति, रूपं रूपे रूपत्वम् अस्ति, सत्ता अपि अस्ति, गुणत्वमपि अस्ति. तदपि लेखितुं शक्यते. तदनन्तरं घटे कर्म अस्ति, तर्हि कर्मे कर्मणि किमस्ति? कर्मत्वम् अस्ति. कर्मणि केवलं कर्मत्वं नास्ति, कर्मणि सत्ता अपि अस्ति इति कृत्वा सत्ता स्तरत्रये अपि भवति. घटत्वं यस्मिन् स्तरे अस्ति तस्मिन् स्तरे अपि सत्ता अस्ति, गुणत्वं यस्मिन् स्तरे अस्ति तस्मिन् स्तरे अपि सत्ता अस्ति, कर्मत्वं यस्मिन् स्तरे अस्ति तस्मिन् स्तरे सत्ता अस्ति. अस्तु, इदानीं घटत्व अभावः इति यस्मिन् स्तरे अस्ति तस्मिन् स्तरे सत्ता भवति वा इति चेत् न. किमर्थमिति चेत् गुणत्वम् इति जातौ सत्ता इति जातिः न भवति. सत्ता कुत्र भवति? सर्वेषां पदार्थानाम् आधारः अस्ति द्रव्यम्, किन्तु केवलं जातिः अत्र गुणे भवति, द्रव्ये भवति, अपि च क्रियायां भवति, कर्मणि भवति. तर्हि केवलं जातिः अत्र त्रिषु जातेः आधारः त्रयः पदार्थाः भवितुम् अर्हन्ति इति उक्तम्. अपि च इदानीं घटत्व अभावः अस्ति खलु, घटत्व अभावः अस्ति वा न वा इति चेत् घटत्व अभावे सत्ता अस्ति इति कृत्वा अस्ति इति नास्ति. इत्युक्ते अस्तित्वं कोऽपि पदार्थः अस्ति वा न वा इति किम् अधिकृत्य वदेम इति चेत् सत्ता इति अधिकृत्य न वदेम. सर्वे पदार्थाः सन्ति, सप्तपदार्थाः सन्ति, अत्र द्रव्यगुणकर्मसामान्यविशेषसमवाय अभावाः सप्तपदार्थाः, तत्र क्रियापदं न उक्तं, सन्ति. अस्तु, अत्र सन्ति इति व्यवहारः किम् आधारीकृत्य कुर्मः इति चेत् अत्र किमपि पदार्थं नास्ति. यथा घटः अतीतः, घटः भविष्यति, तत्र अतीतः इति क्रिया इति कृदन्तपदं, भविष्यति इति क्रियापदम् अस्ति इति क्रियापदं किम् आधारीकृत्य उक्तम् इति चेत् कालम् आधारीकृत्य उक्तम् इति. अत्र कालम् इति द्रव्यं यथा कल्पितम्, अपि च घटस्य पूर्वं किमपि अस्ति, पृष्ठतः किमपि अस्ति, वामभागे किमपि अस्ति, दक्षिणतः किमपि अस्ति, वामतः उत्तरतः इति तादृशप्रयोगाः केन आधारी कं किम् आधारीकृत्य उक्तम् इति चेत् दिश दिशिं दिक् दिशम् आधारीकृत्य उक्तम् इति यथा भवति, तथा द्रव्यगुणकर्मसामान्यविशेषसमवाय अभावाः सप्तपदार्थाः सन्ति इति. अत्र सन्ति इति क्रियापदं किम् आधारीकृत्य उक्तम् इति चेत् कालम् आधारीकृत्य वा, दिक् आधारीकृत्य वा, नो चेत् सत्ता इति जाति आधारीकृत्य अत्र सन्ति इति उक्तं वा इति चेत् न. तर्हि सन्ति इति क्रियापदं किम् आधारीकृत्य उक्तम् इति चेत् नैयायिकानां मते उत्तरं नास्ति. किमर्थम्? आक्सियोमेटिकलि ते स्वीकृतवन्तः, ये सप्तपदार्थाः सन्ति लोके, लैक् सम् बेसिक् केमिकल्स्, 234 केमिकल्स् आर् देर्, दट् इस् वेर् केमिस्ट्रि स्टार्ट्स्, वाट् एवर् इस् देर् इन् द टेबल्स्. तदनन्तरं तत्र यदि तत् स्वीकुर्मः तदनन्तरं यत्किमपि वक्तुं शक्यते, 2 हैड्रोजन् मालिक्यूल्स्, 1 आक्सिजन् मालिक्यूल् टुगेदर् मेक् वाटर् इति, तत्रैव वेदान्तः आगच्छति इति वदति. स द्रव्यगुणकर्मसामान्यविशेषसमवाय अभावाः सप्तपदार्थाः सन्ति इति वदति चे वदति सन्ति इति किं पदार्थम् आधारीकृत्य वदति इति चेत् ब्रह्म इति पदार्थम् आधारीकृत्य एव अत्र सन्ति इति वक्तुं शक्नुमः. कथं ब्रह्मम् आधारीकृत्य वक्तुं शक्यते इति चेत् ब्रह्मणः स्वरूपमेव सत् इति कृत्वा एव अत्र सत् ब्रह्म सच्चिदानन्दं सत्यं ज्ञानम् अनन्तं ब्रह्म इति अस्ति खलु, तत्र सत्यम् इति पदस्य सत् इति पदस्य को वा अर्थः इति चेत् एक्सिस्टेन्स् इति. तत्र भिन्नवार्ता अस्ति. सो इट् गेट्स् लिटिल् ट्रिकि वेन् यु गो बियाण्ड्. सो बेस्ड् आन् न्याय सत्ता इति जातिः नैयायिकैः यत् कल्पितमस्ति तद् आधारीकृत्य अस्ति नास्ति इत्युक्ते अत्यन्तघट अभावः अस्ति वा, अत्यन्त अभावः अस्ति वा न वा, भूतले घटाभावः अस्ति वा न वा इति चेत् आम् अस्ति. अस्ति इति सत्तां सत्ताजातिम् आधारीकृत्य न, अभावः इति पदार्थः अङ्गीकृतः अपि च केवलम् अङ्गीकृतः नास्ति किन्तु तेषां तस्य चातुर्विध्यमति अपि उक्तं. प्रागभावः अभावस्य कथं वा चातुर्विध्यम् इति शङ्कराचार्यः भाष्ये खण्डनं करोति नैयायिकानां. That which is non-existent, how can you talk of divisions of non-existence? इति किन्तु नैयायिकानां मतं वस्तुतः तादृशं नास्ति. non-existence इति ते न वदन्ति. अभावः अस्ति किन्तु अभावस्य अस्तित्वं किम् आधारीकृत्य वदेम इति चेत् सत्ता इति जातिम् आधारीकृत्य न वदेम. सत्ता इति जातिः केवलं प्रथम पदार्थत्रये एव अस्ति, द्रव्यगुणकर्म. जातौ जातिः अस्ति वा इति चेत् न. विशेषे जातिः अस्ति वा, ये यः विशेषः सर्वेषु नित्यपदार्थेषु वर्तते, सप्तपदार्थेषु अन्यतमः, स चेत् तस्मिन् विशेषे सत्ता जातिः अस्ति वा इति चेत् न. तर्हि विशेषः एव नास्ति वा इति चेत् तादृशं न प्रष्टव्यम्. अस्ति एव. किं कथम् अस्ति अस्म मया उक्तं खलु प्रथमवाक्यं तदेव, द्रव्यगुणकर्मसामान्यविशेष अभावाः सप्तपदार्थाः सन्ति, तेषु पदार्थेषु अन्यतमः अस्ति सत्ता इति जातिः. सा जातिः कुत्र भवति? सर्वेषु द्रव्येषु गुणेषु कर्मसु भवति इति कृत्वा अतिरिक्ता जातिः इति चिन्तनं भवति. अस्तु उत्तमं. किन्तु श्रुतिप्रमाणं विना सत्ता इति इत्युक्ते अत्र अस्तित्वं सप्तपदार्थाः सन्ति इति, तत्र सन्ति इति पदस्य प्रयोगं किम् आधारीकृत्य वक्तुं शक्यते इति चेत् श्रुतिप्रमाणं विना न वक्तुं शक्यते एव. अस्तु महोदय, तर्हि किमर्थं सत्ता इति एक जाति स्वीकुर्मः? सर्वेषु द्रव्येषु गुणेषु कर्मसु सत्ता इति जातिः वर्तते इति कृत्वा सत्ता इति जातिः अङ्गीकृता अस्ति. तत् वर्तते इत्युक्ते तत् वयं दृश्य अस्माभिः तस्य दर्शनं कर्तुं शक्यते, तर्हि तत् सत्ता इति जाति अस्ति वा? सत्यं. यथा घटत्वं घटस्य दर्शने घटत्वस्यापि ग्रहणं भवति, एवं रूपस्य दर्शने रूपत्वस्यापि ग्रहणं भवति. यथा कर्मणः दर्शनेन कर्मणि विद्यमानकर्मत्वस्यापि ग्रहणं यथा भवति, तथा तस्मिन्नेव सन्दर्भे सत्तायाः ग्रहणमपि भवति इति. तावदेव. इत्युक्ते गुणेषु अतिरिक्तजातिः का इति चेत् गुणत्वं. गुणत्वम् इति एका एव जातिः सर्वेषु गुणेषु वर्तते, किन्तु तस्मादपि अतिरिक्ता जातिः का इति चेत् सत्ता इति जातिः द्रव्यगुणकर्मसु वर्तते. तैः उक्तम्. अस्तु, अत्र एतादृशमपि चिन्तनं कृतं, तदेव प्रायः भवतः मनसि अस्ति. इत्युक्ते सत्ता इति जातिः न वदामश्चेत् कः क्लेशः इति. इत्युक्ते अस्तित्वनास्तित्वविषये सत्ताजातिम् आधारीकृत्य न वदेम खलु, तर्हि सत्ता इति जातिः न वदेमश्चेत् कः क्लेशः भवति इति चिन्तनीयः विषयः अस्ति. यावत् अस्माभिः पठितं, यदि सत्ता इति जातिं न अङ्गीकुर्मः तत्र क्लेशः भवति वा इति चिन्तनीयम्. अपि च जातिम् आरभ्य सर्वे नित्याः सन्ति खलु, इत्युक्ते अत्र घटत्व इति जातिः तत्सर्वं नित्यमस्ति इति कृत्वा नित्यम् अस्ति इति मया उक्तं, तर्हि तत्र नित्यम् अस्ति नित्यत्वात् तत्र सत्ता अस्ति इति कृत्वा ते नित्यम् इति नास्ति. ओके, इट्स् गेटिङ्ग् वेरि काम्प्लिकेटेड् नौ, बट् वर्त् थिङ्किङ्ग् एस् टु वै शुड् नैयायिकास् ईवन् टाक् अबौट् सत्ता, तेन किं साधितम् इति चिन्तनीयं. यदि सत्ता इति न अङ्गीकुर्मः, सत्ता इति जातिः एव नास्ति इति स्वीकुर्मः, तर्हि कः क्लेशः भवति? सर्वेषु द्रव्येषु द्रव्यत्वम् अस्ति, तदेव अतिरिक्तजातिः, अतिरिक्ता जातिः. एवं गुणत्वम्, एवं कर्मत्वं भवतु, तावदेव. तर्हि तत्र जातौ जातित्वम् इति जातिः अस्ति वा इति चेत् न. तर्हि जातौ जातित्वमिति नास्ति चेत् कथं वा घटत्वमपि जातिः, गुणत्वम् इति जातिः, द्रव्यत्वम् इति जातिः इति सर्वं जातयः सन्ति इति कथं वा वक्तुं शक्नुमः इति चेत् तत्रापि क्लेशः अस्ति. इफ् यु डोण्ट् एग्री देर् इस् अ जाति बिकास् आफ् इट् जाति बिकम्स् जाति, लैक् ईवन् देर् इस् अ जाति काल् घटत्वं बिकास् आफ् इट् घटः बिकम्स् घटः. घटं किमर्थं घटः, घटः घटः किमर्थं पटः न इति प्रश्नस्य उत्तरं भवति घटे घटत्वमस्ति. प्रतियोगिनं विहाय अन्यत्र यत्र कुत्रापि न लभ्यते इति कृत्वा एव अत्र घटः घटः भवति. तर्हि घटस्य स्वरूपं किम् इति चेत् घटत्वम् इति, किन्तु घटत्वस्य स्वरूपं किम् इति चेत् तत्र न लभ्यते. सो वेन् यु स्टार्ट् अनलैसिङ्ग् दीस् लिटिल् वन् मोर् स्टेप् यु विल् गेट् इन् टु ट्रबल्. That's why my Guruji used to say that everything that is said which is without the basis of Shruti is only one more question away. Advaita, you will have to come to Advaita. There is no choice. Even though by coming to Advaita to explain Dvaita, the transaction, there are some difficulties, logical difficulties. You will have to go do Dakshinaya Pranayama. You have to go bend the rules a bit. Here and there, you have to do a lot of tightrope walk. But if you just go based on logic, you will get stuck. You will nischay and you will get stuck. Like we are getting stuck now. Katham va ghatatvam, dravyatvam, apicha rupatvam, gunatvam, iti etat sarvam, jatayaha, tayoho madhye samanam kim, yena ete sarve jatayaha iti vaktum shaktumaha. इति चेत् उत्तरं नास्ति. जातौ जातिः नाङ्गीकृतं खलु. यदि सर्वेषु यथा सर्वेषु रूपेषु रूपत्वम् इति जातिः अङ्गीकृता इति कृत्वा सर्वे गुणाः एकस्मिन् श्रेण्यां तत्र स्थापितुं शक्यते यथा, तथा घटत्वं गुणत्वम् इति एतत् सर्वं जातयः इति वक्तुम् उपायः कः इति चेत् उत्तरस्य प्रश्नं नास्ति, प्रश्नस्य उत्तरं नास्ति. एवं विशेषाः प्रत्येकं परमाणौ विशेषः इति कश्चन पदार्थमस्ति, अपि च पृथिवीपरमाणौ यः विशेषः अस्ति, अपि च जलपरमाणौ यः विशेषः अस्ति, अनयोः मध्ये अन्योन्यभावः अस्ति वा इति चेत् आम् अस्ति एव. किन्तु किम् आधारीकृत्य तयोः मध्ये भेदः वक्तुं शक्यते इति चेत् स्वेनैव अत्र विशेषः अस्ति, सः एव इत्युक्ते स्वतःसिद्धः भवति विशेषः इति. सो इट् गेट्स् रियलि टैट् वेन् यु गो स्टार्ट् गोयिङ्ग् वन् मोर्. बट् न्यायः हेस् इट्स् पर्पस्. यु विल् बि एबल् टु ब्यूटिफुलि अण्डर्स्टाण्ड् एक्स्प्लेन् अ लाट्, बट् once you start questioning the fundamentals of nyaya, they will have, that is why they start, this is my starting point, don't ask me before that. So also dvaiti say, प्रकृतिः पुरुषः इति द्वौ एव पदार्थौ लोके स्तः. दट् इस् देयर् स्टार्टिङ्ग् पायिण्ट् अण्ड् दे आर् एबल् टु डू प्रक्रिया यूसिङ्ग् दट्. प्रकृतिः अचेतनः अस्ति, प्रकृत्या सर्वे सर्वाणि जगति ये सर्वे सन्ति ते सर्वे जायन्ते. पुरुषस्तु अचेतनः चेतनः औदासीनः उदासीनः. सो दे फैण्ड् इट् ईजियर् टु एक्स्प्लेन् क्रियेशन् एक्सेट्रा वित् दिस् माडल्. बट् तत्र बहवः क्लेशाः सन्ति. किमर्थं सृष्टेः सृष्टिः जगतः सृष्टिः किमर्थम्? औदासीनः अस्ति, अपि च प्रकृतिः अचेतनः अस्ति. सो देहे नो, प्रकृति क्रियेट्स् इट्सेल्फ् फार् दि पर्पस् आफ् पुरुष टु अचीव् फार् हिम् टु एन्जाय् हिस् कर्मफल देहे. बट् देन् दीस् आर् आल् द क्वश्चन्स् द शङ्कराचार्य आस्क्स्. इफ् प्रकृति इस् अचेतन, हौ केन् इट् डू एनिथिङ्ग् मीनिङ्ग्फुल् इण्टेलिजेण्ट्? हौ केन् दर् बि इण्टेलिजेन्स् इन् द क्रियेशन् दट् प्रकृति इण्टेलिजेण्ट्लि मोडिफैड् इट्सेल्फ् इन् आर्डर् फार् पुरुष टु एन्जाय् द फ्रूट्स् आफ् दि फल. Then they'll have to say, no, no, it has that much amount of intelligence. Then we say, that is what our Brahman is. If the moment you agree intelligence into Prakriti, it becomes our Brahman. Like this the discussion goes. But the beauty of Nyaya is like we just said, Atra, Kim, Chakshusha Ghataha Sayuktaha Asti, Ghate Rupam Asti, Rupe Gunatvam Asti, गुणत्वे घटाभावः अस्ति. तर्हि गुणत्वं घटाभाववत् इति व्यवहारः कथं कर्तुं शक्नुमः इत्युक्ते, घटः पटः न इति तादृशव्यवहारः लोके व्यवहारः अस्ति, तत् प्रक्रियाद्वारेण सम्बन्धं कल्पयित्वा वक्तुं शक्य वक्तव्यं चेत् नैयायिकाः नैयायिकैः यत् चिन्तितम् अस्ति तत् समीचीनतया अस्माकम् उपयोगाय भवति इति तु सत्यम्. अस्तु पूरयेम अग्रे. स्वामी महोदय पठति वा श्रोत्रसमवेतशब्दे इति? स्वामी महोदय. आं महोदय. श्रोत्रसमवेतशब्दे शब्दे घटत्वाभावादिग्रहो श्रोत्रेण भवति एव. शब्दस्य समवायः ग्राहके. तावत् तावत् वदतु, तावत् वदतु. श्रोत्रसमवेतशब्दे महोदय घटत्वाभावादि ग्रहो श्रोत्रेण भवति एव. शब्दे तु घटत्वाभावादिग्रहः अस्ति. अस्तु, अत्र ज्ञानस्य आकारं किम्? शब्दे घटत्वाभावः. उत्तमं, तदेव खलु. तत् कथं गृह्यते इति चेत् श्रोत्रेण. अग्रे पठतु. तर्हि इदानीं शब्दे घटत्वाभावः इति ज्ञानम्. अत्र विशेषविशेषभावः नास्ति, अत्र अभावः अभावस्य एव ग्रहणं. तर्हि विशेष्यता सम्बन्धः भवेत्. अस्तु अग्रे पठतु. शब्दस्य समवायः ग्राहकेन सह सिद्ध एव. ग्राहकेन सह सिद्ध एव. किम् इदानीं पर्यन्तं न बुद्धं महोदय, तत् किम् आशयः इति? अग्रे पठतु. तत्र विशेषणतां विशेष्यतां वा सन्निकर्षं संयोज्य शब्दवृत्तिघटत्वाभावादेः विशेषणविधया विशेष्यविधया वा प्रत्यक्षत्वं वर्णनीयम्. एवं शब्दत्वनिष्ठाभावप्रत्यक्षस्तरे. तर्हि शब्दे घटाभावः घटत्वाभावः इति ज्ञानं तत्र सन्निकर्षः कः इति वदति वा? विशेष्यविशेषणभाव इति अभावः अस्ति, अतः विशेषणविशेष्यभावमेव इति अहं चिन्तयामि. न, विशेषणविशेष्यभावः इति सम्बन्ध वस्तुतः तत्र तादृशसन्निकर्षः एव नास्ति. अत्र केटगरी अस्ति विशेषणविशेषभावः सम्बन्धे. तत्र विशेष्यतासम्बन्धेन इति भवति, नो चेत् विशेषणता इति भवति. उभयमपि न भवति यदा कदापि. एतावत्पर्यन्तं तदेव अस्माभिः दृष्टं खलु. चक्षुसंयुक्तविशेषणता, स्वसंयुक्तविशेष्यता, स्वसंयुक्तसमवायविशेषणता, स्वसंयुक्तसमवेतविशेषणता इति तादृशम्. एवं शब्दे घटाभावः इति ज्ञानम् अत्र अभावस्य ग्रहणं केन सम्बन्धेन? श्रोत्रसंयुक्त. तर्हि श्रोत्र इत्यत्र स्व इति स्थापयतु. स्वसंयुक्त. किमर्थं संयुक्त? श्रोत्रम् ओ श्रोत्रं न गच्छति बहिः. स्वसमवेत महोदय. हा उत्तमम् उत्तमं. स्वसमवेत. स्वसमवेतं किं? स्वम् इति श्रोत्रं. स्वसमवेतं किं? गुणं महोदय, शब्दमिति. हा शब्दः गुणम् इति मा वदतु, केवलं शब्दः एव. श्रोत्रे शब्दं विना अन्यत् किमपि गुणं भवितुमर्हति वा? नो न. हा तर्हि श्रोत्र स्वसंयुक्तं स्वसमवेतम् इत्युक्ते शब्दः. तदनन्तरं घटत्वाभावं प्रति गन्तव्यम्. शब्दे शब्दे कीदृशजातिः अस्ति? शब्दत्व. हा उत्तमं. तर्हि तस्मिन्नेव स्तरे शब्दत्वे शब्दत्वे किमस्ति? घटत्व अभावः अस्ति खलु? अस्ति महोदय. हा तर्हि यथा घटे घटत्वं, घटत्वे पटत्वाभावः इति लिखितं, यथा घटे रूपं, रूपे रसाभावः. न, अत्र किं घटे रूपं, रूपे गुणत्वं, गुणत्वे घटत्वाभावः पश्य दृष्टं खलु. एवम् अत्रापि. अस्तु तर्हि श्रोत्रम् अस्ति, शब्दः अस्ति, स्व समवेत. हा तर्हि तदनन्तरं शब्दत्वम् अस्ति समवाय सम्बन्धेन. स्व सत्यं. तर्हि तत्र पुनः समवेत इति स्थापयतु. समवेत एव. समवेत समवेत. तत्र महोदय शब्दत्वं, शब्दत्वे घटाभावः अस्ति महोदय. हा शब्दत्वे घटाभावत्वमस्ति, घटत्वाभावः अस्ति. घटत्वाभावः अस्ति, अतः तदपि विशेषणता एव भवतु महोदय. तर्हि इति वाक्यम् अत्र ज्ञानस्य आकारं स्वीकृत्य वक्तव्यं. कदा विशेषणता भवति, कदा विशेषता भवति. अस्तु, शब्दे घटत्वाभावः इति ज्ञानमस्ति चेत् महोदय, तर्हि तत्र विशेषणता भवति वा विशेष्यता भवति वा? ज्ञानस्य आकारः अस्ति शब्दे घटत्वाभावः. घटत्वाभावः तर्हि विशेषणता इति अहं चिन्तयामि. न, विपरीतरीत्या विशेष्यता. घटे शब्दे घटत्वाभावः इत्यत्र विशेषविशेषभावः नास्ति खलु वाक्ये महोदय. तर्हि अत्र विशेष्यता स्वसमवेत समवेत विशेष्यतासम्बन्धेन शब्दे घटत्वाभावस्य ग्रहणं भवति. अस्तु, यदि विशेषणतासम्बन्धेन ग्रहणं भवति तर्हि ज्ञानस्य आकारः कथं भवेत्? प्रायः शब्दे घटाभावः शब्दे इति न भवति शब्दः घटाभावः न शब्दः घटाभावः घटत्व शब्दः किम् अभावः वा न न अत्र शब्दे घटत्व अभावः खलु महोदय घटत्वम् इति अस्ति घटाभावः नास्ति शब्दः घटत्वाभावः न न शब्दः घटत्व अभाववत् इति भवति तदा एव विशेषणं भवति खलु घटत्व अभाववत् शब्दः शब्दः घटत्वाभाववत् इत्युक्ते शब्दः शब्दत्ववत् इति अस्ति शब्दत्ववत् घटे शब्दे शब्दत्वमेव अस्ति खलु महोदय तत्र केवलं चित्रमस्ति 130 इत्यत्र रूपं इत्यस्य स्थाने शब्दं शब्दः इति स्थापयामः चेत् अपि च गुणत्वम् इत्यस्य स्थाने शब्दत्वम् इति स्थापयामः चेत् समीचीनतया अवगन्तुं शक्नुमः सत्यम् अपि च घटः इत्यत्र श्रोत्रम् इति स्थापनीयं घटः इति श्रोत्रं न सत्यं महोदय मम प्रश्नः एकः प्रश्नः अस्ति तत्र श्रोत्रेन्द्रियम् आकाशीयम् अस्ति खलु तत्र श्रोत्रे समवायेन शब्दः अस्ति शब्दे घटाभावः तदा स्वसमवेत शब्दे घटाभावः वा घटत्वाभावः शब्दे शब्दत्वं नास्ति शब्दे शब्दत्वं तदुपरि घटत्वाभावः वा अस्तु शब्दे शब्दत्वं शब्दत्वे घटत्वाभावः इति अस्ति महोदय इदानीं तत् पूर्वस्मिन् पुटे घटे रूपमस्ति रूपे रसाभावः इति अस्ति खलु तत्र तत्र घटस्थाने श्रोत्रम् इति स्थापयामश्चेत् तत्र स्तोत्रे शब्दः शब्दे तत्र घटत्वाभावः न वक्तुं शक्नुमः वा न वक्तुं शक्नुमः किन्तु तादृशं न चिन्तयेम खलु इत्युक्ते जातिं स्वीकृत्य रूपम् अत्र पश्यतु घटे रूपमस्ति घटे रसमपि भवितुम् अर्हति भवतु किन्तु इदानीं रूपे अन्यस्य गुणस्य अभावः उक्तः अत्र रूपम् इति गुणे अन्यस्य रूपस्य अभावः उक्तः अवगतम् एवम् अत्रापि शब्दे शब्दे जातेः अभावः नास्ति सत्यं सत्यं एकस्यां जात्याम् अन्यस्य अन्यस्याः जात्याः अभावः यदि भवान् यदि शब्दे घटत्व अभावः इति वदति तत्तु वयं जानीमः एव इत्युक्ते शब्दे शब्दत्वम् अस्ति इति कृत्वा एव शब्दः शब्दः शब्दः किमर्थं शब्दः शब्दः किमर्थं पटः नास्ति इति चेत् शब्दे शब्दत्वमेव अस्ति इति कृत्वा हा इत्युक्ते अत्र वेदान्ते स्वरूपं यत् इति यद्वदेम तत्तु न्याये जातिं स्वीकृत्य साधयन्ति तदेव तस्य स्वरूपमिति वदेम खलु स्वरूपमित्युक्ते किमिति जातिः एव स्वरूपं नैयायिका मतान्तरं पटे पटत्वं घटे घटत्वं हा तर्हि शब्दः घटत्व अभाववत् इति ज्ञानस्य आकारः अस्ति चेत् तत्र स्वसमवेतसमवेतविशेषणतासम्बन्धेन घटत्वस्य अभावः गृहीतः भवति यदि शब्दे घटत्व अभावः इति वाक्यम् इति ज्ञानस्य आकारः अस्ति तर्हि अत्र स्वसमवेतसमवेतविशेषणतासम्बन्धेन घट अभावस्य ग्रहणं जातम् इति अस्ति अस्तु मेळु महोदय पूरयतु महोदय निमिषद्वयेन पूरयामः एतावता षोडशसन्निकर्षाः निरूपिताः तेषु निरूपितेषु प्रत्यक्षलक्षणघटकाः सन्निकर्षाः निरूपिताः भवन्ति. तेषु ज्ञातेषु तज्जन्या प्रत्यक्षप्रमा ज्ञायते, परन्तु सन्निकर्षः अत्र व्यापारो भवति. करणं तु प्रत्यक्षप्रमां प्रति इन्द्रियमेव इति इन्द्रियस्यैव प्रत्यक्षप्रमाणत्वम् उक्त्वा प्रकरणम् उपसंहरति तस्मादिति. अस्तु, षड्विधसन्निकर्षाः वयं दृष्टवन्तः एतावत् पर्यन्तं. तेषु प्रत्यक्षलक्षणघटकाः सन्निकर्षाः निरूपिताः भवन्ति, इत्युक्ते प्रत्यक्षज्ञाने प्रत्यक्षज्ञानस्य कृते ये षड्विधसन्निकर्षाः सन्ति तेषां निरूपणम् एतावत्पर्यन्तं वयं कृतं. न महोदय, अत्र प्रत्यक्षलक्षणघटकाः इत्यस्य अर्थः कः? प्रत्यक्षलक्षण, हा, प्रत्यक्षज्ञाने अत्र लक्षणवाक्यं, प्रत्यक्षज्ञानस्य लक्षणवाक्यं यत् वयं पठितवन्तः, तस्य एकः भागः अस्ति सन्निकर्षः. तत्र प्रत्यक्ष, केवलं पुनस्मारणार्थं वदामि, प्रत्यक्षज्ञानस्य लक्षणं किम् इति चेत् इन्द्रियसन्निकर्षजन्यं ज्ञानं प्रत्यक्षम् इति अस्ति खलु. इन्द्रियसन्निकर्षजन्यं ज्ञानं प्रत्यक्षं, तत्र सन्निकर्ष इति पदं दृश्यते खलु. तर्हि प्रत्यक्षज्ञानस्य लक्षणवाक्यं सन्निकर्षपदेन घटितमस्ति, तस्य अवगमनं जातम् इदानीं. षड्विधसन्निकर्षाः सन्ति इति. अग्रे अस्ति, तेषु ज्ञातेषु तज्जन्या प्रत्यक्षप्रमा ज्ञायते. हा, यदा सन्निकर्षाः के सन्निकर्षाः अपि च तेषां ज्ञानं भवति चेत् तज्जन्या प्रत्यक्षप्रमा इत्यस्य ज्ञानमपि भवितुं शक्नोति, भवति एव. परन्तु सन्निकर्षः अत्र व्यापारो भवति, इत्युक्ते तज्जन्यं तज्जनकम् इति एव व्यापारः, अतः सन्निकर्षः इति व्यापारः एव भवति. तर्हि करणं तु प्रत्यक्षप्रमां प्रति इन्द्रियमेव इति इन्द्रियस्य एव प्रत्यक्षप्रमाणत्वम् उक्त्वा, अस्तु, प्रकरणम् उपसंहरति. अत्र प्रकरणम् उपसंहरति इत्युक्ते समापयामः खलु प्रकरणम्. अत्र अन्ते मूल ग्रन्थे तस्मात् इन्द्रियं प्रत्यक्षं प्रमाणम् इति सिद्धम्, तत्र तस्मात् इति उक्तं खलु. अस्तु, इति प्रत्यक्ष परिच्छेदः समापितः अस्ति. अग्रे अनुमानप्रमाणमस्ति, किन्तु तस्मात् पूर्वम् अत्र दृढीकरणार्थं मया यत् स्प्रेड्शीट् प्रेषितमासीत् खलु, तत्र श्रीराममहोदयेन सर्वं कृतमस्ति, किन्तु इतोपि किञ्चित् तस्मिन् विषये चिन्तनीयम्, अपि च सर्वैः चिन्तनीयम् इति कृत्वा अग्रिमे वर्गे कृपया तत् स्प्रेड्शीट् पुरतः स्थापयतु, अपि च पूर्वमेव चिन्तयन्तु. इत्युक्ते किं वक्तव्यम् इति चेत् सप्त पदार्थाः सन्ति खलु, सप्तपदार्थाः सन्ति, तद्वयं जानीमः. तर्हि सप्तपदार्थेषु केषां प्रत्यक्षं जायते इति इदानीम् अस्माभिः वक्तुं शक्यते. इत्युक्ते प्रत्यक्ष कस्यापि प्रत्यक्षं भवति चेत् तत्र उद्भूतरूपं भवेत् इति तादृशं सर्वमस्ति खलु. तर्हि कस्य प्रत्यक्षं, केषां प्रत्यक्षं जायते? यदि जायते तर्हि केन सन्निकर्षेण जायते, केन इन्द्रियेण जायते इति सम्पूर्णचिन्तनं कर्तुं शक्नुमः. एतदेव परीक्षारूपेण भवति. अपि च तत्र स्प्रेड्शीट् मध्ये ज्ञानस्य आकारः किम् इति मया न लिखितं, तर्हि सर्वत्र ज्ञानस्य आकारः अपि लेखनीयः अस्ति. तर्हि तदेव भवति अग्रिमे वर्गे. तद् कृत्वा तदनन्तरं पूर्वं यत् स्प्रेड्शीट् अस्माभिः निर्मितम् इत्युक्ते अयं घटः इति ज्ञाने कानि कारणानि इति, तत्र समवायिकारणमात्मा, तत्र असमवायिकारणं मनः, अपि च अन्यानि निमित्तकारणानि इति अस्माभिः चिन्तितं खलु. तत्रापि सन्निकर्षः कः इत्यत्रैव अस्माभिः स्थगितं. ततः इतोपि चिन्तयेम, प्रायः अग्रिमवर्गद्वये स्प्रेड्शीट् विषये एव चिन्तनं भवति. तर्हि कृपया एकवारं पश्यन्तु, स्वचिन्तनं कुर्वन्तु, नो चेत् वर्गे यत् चिन्तयामः तस्य अवगमनं न भवति. So we will only discuss this, these two spreadsheets over the next two classes. Then we will have absolute, confidence and assimilation on how pratyaksham happens according to Naya. And this is very, very important. Because once you start discussing anumana, etc., etesham jnananam samyak avagamanam avashyakamasti, then we can immediately go into the next category. अस्तु अत्र स्थगयामि. सर्वेभ्यो नमस्कारः. धन्यवादाश्च.